पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 137 महादेव उवाच अधनन्दिप्रदेशात्तु यथा साभ्रमदी नदी समायादा विकीर्णं च वनं विप्रर्षिसेवितम् बहुधा जलवेगेन पर्वतानां चरोधसः सप्तधा प्रविभक्ता च दक्षिणो दधिगामिनी आद्या सा भ्रमदी पुण्या द्वितीया सेटिका तथा तृतीया वल्किनी पुण्या चतुर्थी च हिरण्मयी सर्वपापहरा प्रोक्ता हस्तिमत्यथ पञ्चमी वेत्रवती सा च षष्ठी वृत्रेण निर्मिता पुरा इयं सा परमादेवी वृत्रकूपाद्विनिसृता वेत्रवती तदो जाता महापापप्रणाशिनी भद्रामुखी शुभप्राया सप्तमी लोकपावनी येतैस्तु सप्तभिर्देवि तांस्तान् जनपदांस्तथा पवित्रीकृत्य चैकेन सप्तस्रोता प्रतिष्ठिता विकीर्णतीर्थे यश्राद्धं पितृनुद्दिश्य दास्यति गया पिण्डप्रदानस्य फलं यत्तद्भविष्यति अवकीर्णाच्युता ये च लुप्तपिण्डोदकक्रियाः ते विकीर्णे प्रमुच्यन्ते दत्तपिण्डोदकक्रियाः तत्र श्राद्धं तु ह्य कुर्याद्गणपत्यं भवेद्ध्रुवं तस्मात्त्रयी विधानेन श्रद्धया श्राद्धमाचरेद अस्मिंस्तीर्थे विशेषेण सप्त नद्युदये द्विजाः स्नानं कुरुद विप्रेन्द्र ऋषिलोकमभीप्सवः इत्युक्तं कश्यपेनाथद्विजान् प्रति विशेषतः यदि चेत् क्रियते स्नानं सर्वदुःखापहं सदा तीर्थानां प्रवरं तीर्थं क्षेत्राणामुत्तमोत्तमम् तीर्थमेतद्विकीर्णं च शुभदं रोगदोषहृद कुर्वन्त्यत्र विशेषेण ये स्नानं सर्वदा कलौ ते नरा पुण्यभाजो हि जायन्ते नात्र संशयः गयातीर्थसमं तीर्थं विकीर्णं पावनं परम् पितॄणां पुण्यदं नित्यं लोकानां दुःखनाशनम् इति विकीर्णतीर्थम् तीर्थादस्मात् परं तीर्थं श्वेदोद्भवमनुत्तमं यत्र श्वेदा नदी जादा मत्पृष्ठोदरभस्मना विश्रुता त्रिषु लोकेषु सर्वपापप्रणाशिनी हराङ्गभस्मसंयोगाज्जादा दैवास्तु मानिदा तस्यां स्नादशुचिर्दान्तस्त्रिरात्रमुषिदः पुमान् महाकालेश्वरं दृष्ट्वा रुद्रलोके महीयते पिण्डं पितृभ्यो यो दद्यात् तस्यास्तीरे कुशैस्तिलैः सुतृप्ताः पितरस्तस्य भवन्तीति न संशयः श्वेतगङ्गामहापुण्या दुःखदारिद्र्यमोचिनी यत्र स्नानेन भो देवि परं सुखमवाप्यते तस्या वै सङ्गमे पुण्ये नित्यं तिष्ठामि पार्वति यत्र दानं प्रकुर्वन्ति स्नानं च तत्र सुन्दरि तदनन्तफलं तस्य भवेद्वै नात्र संशयः तत्र भूतेश्वरो देवः सङ्गमे वसदे ध्रुवं तत्र धूपं च दीपं च पुष्पमारातिकं तथा ये कुर्वन्ति नरश्रेष्ठास्ते नराः पुण्यरूपिणः बिल्वदलं समादाय यो ददाति शिवोपरि वाञ्छितं लभते नित्यं श्वेतायां शिवसन्निधौ इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे श्वेतातीर्थं नाम सप्तत्रिंशाधिकशततमोऽध्यायः ॐ